न तृतीयः तद्विषयः इति अनवस्थानुपत्ति ज्ञानस्य स्वेनैव अविज्ञेयत्वे सर्वज्ञत्वहानिर्ति चेत् सोऽपि दोषः तस्यैव अस्तु किं तन्निर्वर्हणेन अस्माकम् अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्व अभ्युपगमात् अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयं स्वात्मना च अविज्ञेयत्वेन अनवस्था अनिवार्य समान एव अयं दोषः इति चेन्न ज्ञानस्य एकत्वोपत्ते सर्वदेशकालपुरुषादि अवस्थासु एकमेव ज्ञानं नामरूपादि अनेक उपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवतो अनेकदा अस्ति इति न सौ दोषः तथा च इहम् इदमुच्यते ननु श्रुतेः इहैव अन्तःशरीरे परिच्छिन्नः कुण्डपदरवत् पुरुषः इति न प्राणादिकलाकारणत्वात् न हि शरीरमात्रपरिच्छिन्नः प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् कलाकार्यत्वाच्च शरीरस्य न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डपतनमिव अभ्यन्तरीकुर्यात् बीजवृक्षादिवस्यादिति चेत् यथा बीजकार्यं वृक्षः तत्कार्यं च फलं स्वकारणकारणं बीजम् अभ्यन्तरीकरोति आम्रादि तद्वत् पुरुषम् अभ्यन्तरीकुर्य शरीरं स्वकारणकारणमपि इति चेत् न अन्यत्वा तु सावयवत्वाच्च दृष्टान्ते कारणाद्बीजाद् वृक्षफलसंवृत्तानि अन्यानि एव बीजानि दाष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरे अभ्यन्तरीकृतः श्रूयते बीजवृक्षादीनां सावयवत्वाच्च स्याद् आधार अधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरञ्च एतेन आकाशस्यापि शरीराधारत्वम् अनुपपन्नं किमुत आकाशकारणस्य पुरुषस्य तस्मात् असमानं दृष्टान्तः किं दृष्टान्तेन वचनात् स्यादिति चेत् न वचनस्य अकारकत्वात् न हि वचनं वस्तुना अन्यथा करणे व्याप्रियते किं तर्हि यथाभूतार्थ अवद्योतने तस्मात् अन्तःशरीर इति एतद्वचनम् अण्डस्य अन्तर्व्योम इतिवत् द्रष्टव्यम् उपलब्धिनिमित्तत्वाच्च दर्शनश्रवणमनन विज्ञानादिलिङ्गैः अन्तःशरीरे परिच्छिन्न इव हि उपलभ्यते पुरुषः उपलभ्यते च अत्र अतः उच्यते अन्तःशरीरे सौम्य स पुरुषः इति न पुनः आकाशकारणभूतः सन् कुण्डपदरवतो शरीरपरिच्छिन्न इति मनसापि इच्छति वक्तुं मूढोऽपि किमुत प्रमाणभूता श्रुतिः स ईक्षाञ्चक्रे कस्मिन्नहम् उत्क्रान्तो उत्क्रान्तो भविष्यामि कस्मिन् मा प्रतिष्ठिते प्रतिष्ठास्यामि इति यस्मिन्नेताः षोडशकलाः प्रभवन्ति इत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः स च अन्यार्थोऽपि श्रुतः केन क्रमेण स्यात् इत्यतः इदमुच्यते चेतनपूर्विका च सृष्टिः इति इयमर्थञ्च स पुरुषः षोडशकलः पृष्टः यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे कृतवान् इत्यर्थः सृष्टिफलक्रमादिविषये कथमिति उच्यते कस्मिन् कर्तृविशेषे देहात् उत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव कस्मिन् वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितस्यामि इत्यर्थः ननु आत्मा अकर्त प्रधानं कर्तृम् अतः पुरुषार्थं प्रयोजनं मुररीकृत्य प्रधानं प्रवर्तते महदादि आकारेण तत्र इदम् अनुपपन्नं पुरुषस्य स्वातन्त्र्येण ईक्षापूर्वकं कर्तृत्ववचनं सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽपि एकत्वेन कर्तृत्वे साधना भावातु आत्मनः आत्मनि अनर्थकर्तृत्व अनुपत्तिश्च न हि चेतना वा अनुबुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात् पुरुषार्थेन प्रयोजनेन ईक्षापूर्वकमिव नियतक्रमेण प्रवर्तमाने अचेतनेऽपि प्रधाने चेतनवदुपचारो अयं स ईक्षाञ्चक्र इत्यादि यथा राज्ञः सर्वार्थकारिणिवृत्ते राजा इति तद्वत् न आत्मनो भोक्तृत्ववतो कर्तृत्वोपत्तेः यथा साङ्ख्यस्य चिन्मात्रस्य अपरिणामिनोऽपि आत्मनो भोक्तृत्वं तद्वत् वेदवादिनां ईक्षापूर्वकं जगत्कर्तृत्वम् उपन्नं श्रुतिप्रामाण्यात्। तत्त्वान्तरपरिणामात्तु आत्मनः अनित्यत्व अशुद्धत्व अनेकत्वनिमित्तं चिन्मात्रस्वरूपविक्रियातः पुरुषस्य स्वात्मनीय भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय। भवतां पुनः वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एव इति आत्मनः अनित्यत्वादि सर्वदोषप्रसङ्गः इति चेन् न एकस्यापि आत्मनः अविद्याविषयनामरूप उपाधि अनुपाधिकृतविशेष अभ्युपगम। अविद्याकृतनामरूप उपाधिनिमित्तो हि विशेषो अभ्युपगम्यते आत्मनः बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय। परमार्थ अनुपाधिकृतं च तत्त्वम् एकमेव अद्वितीयम् उपादेयम्। सर्वतार्किकबुद्ध्यनवगम्यं हि अजम् अभयं शिवम् इष्यते। न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वा अस्ति। अद्वैतत्वात् सर्वभावान् साङ्ख्यास्तु अविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं च इति कल्पयित्वा आगमबाह्यत्वात् पुनस्ततः त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्य इच्छन्ति। तत्त्वान्तरं च प्रधानं पुरुषात् बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तो अन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते। तदा इतरे तार्किकाः साङ्ख्यैः इत्येवं परस्परविरुद्धार्थकल्पनातः आमिषार्थिनः इव प्राणिनः अन्योन्यविरुध्यमान अर्थदर्शितत्व परमार्थतत्वात् दूरमेव अपकृष्यन्ते। अतः तन्मतम् अनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रति आदरवन्तः मुमुक्षवः स्युः इति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यते अस्माभिः, न तु तार्किकवत् तात्पर्येण। तथा एतदत्र उक्तं विवदत्स्व एव निक्षिप्य विरोधोद्भवकारणं तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवि। किञ्च भोक्तृत्वकर्तृत्वयोः विक्रययोः विशेष अनुपत्तिः का नाम असौ कर्तृत्वात् जात्यन्तर्भूता भोक्तृत्वविशिष्टा विक्रिय, यतो भोक्ता एव पुरुषः कल्पिते न कर्त, प्रधानं तु कर्ता एव न भोक्तृ इति। ननु उक्तं पुरुषः चिन्मात्र एव, स च स्वात्मस्त्व विक्रियते भुञ्जानः न तत्त्वान्तरपरिणामेन। प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते, अतो नैकम् अशुद्धम् अचेतनं च इत्यादि धर्मवत्। तद्विपरीतः पुरुषः नासौ विशेषः वाङ्मातृत्व प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषः भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनः तद्विशेषात् अपेतः चिन्मात्रः एव भवति इति चेत् महदादि आकारेण च परिणम्य प्रधानं ततो अपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठते इति अस्यां कल्पनायां न कश्चित् विशेषः इति वाङ्मात्रेण प्रधानप्रचयो विशिष्टविक्रिया कल्पते। अथ भोगकालेपि चिन्मात्रये प्रावत्पुरुषः इति चेत् न तर्हि परमार्थतो भोगः पुरुषस्य। अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थः एव, तेन भोगः पुरुषस्य इति चेत् न प्रधानस्यापि भोगकाले विक्रियावत्वात् भोक्तृत्वप्रसङ्गः। चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् औष्ण्यादि असाधारणधर्मवताम् अग्न्यादीनाम् अभोक्तृत्वे हेत्वनुपत्तिः। प्रधानप्रचयोः द्वयोः युगपद्भोक्तृत्वमिति चेन्न प्रधानस्य परार्थे अनुपत्तिः, न हि भोक्त्रोः द्वयोः इतरेतरगुणप्रधानभावः उपद्यते प्रकाशयोः इव इतरेतरप्रकाशने। भोगधर्मवति सत्त्वाङ्गिनी चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयात् अविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् न पुरुषस्य विशेष अभावे भोक्तृत्वकल्पना अनर्थिक्यत्। भोगरूपश्चेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात् पुरुषस्य, कस्य अपनयनार्थं मोक्षदं शास्त्रं प्रणीयते। अविद्याध्यारोपित अनर्थ अपनयनाय शास्त्रप्रणयनम् इति चेत् परमार्थतः पुरुषो भोक्ता एव न कर्त, प्रधानं कर्ता इव न भोक्तृ परमात् सद्वस्त्वन्तरं पुरुषाच्च इति इयं कल्पना आगमवाक्या व्यर्थ निरहेतुका च इति न आगर्तव्या मोक्षवे। एकत्वेपि शास्त्रप्रणयनादि अनर्थक्यमिति चेन्न अभवत्। सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलादिषु च शास्त्रस्य प्रणयनम् अर्थवत् अनर्थकं वा इति विकल्पना स्यात्। न हि आत्मैकत्वे शास्त्रप्रणेत्रादयः ततो भिन्नाः सन्ति, तदभावे एवं विकल्पना एव अनुत्पन्न। अभ्युपगते आत्मैकत्वे प्रमाणार्थश्च अभ्युपगतो भवत् यदात्मैकत्वम् अभ्युपगच्छत्। तदभ्युपगमे च विकल्पना अनुपत्तिमः शास्त्रं यत्र त्वस्य सर्वम् आत्मैव अभूत् तत्केन कम्पश्येदित्यादि। शास्त्रप्रणयनादि उपपत्तिञ्चाह अन्यत्र परमार्थवस्तुस्वरूपात् अविद्याविषये यत्र हि द्वैतमेव भवति इत्यादि विस्तरतो वायुसनेके। अत्र च विभक्ते विद्याविद्ये परापरे इत्यये आदवेव शास्त्रस्य। अतो न तार्किकवादभटप्रवेशः वेदान्तराजप्रमाणबाहुगुप्तैः आत्मैकत्वविषये इति। एतेन विद्याकृतनामरूपादि उपाधिकृत अनेकशक्तिसाधनकृतभेदवत्पाद् ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनादि अभावदोषः प्रत्युक्तो विदितव्यः। परैः उक्तः आत्म अनर्थकर्तृत्वादिदोषश्च। यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणी कर्तरि भृत्ये उपचारो राजा कर्ता इति सः अत्र अनुत्पन्नः। स ईक्षाञ्चक्रे इति श्रुतेः मुख्यार्थभावना तु प्रमाणभूताय। तत्र हि गौणीकल्पनाशब्दस्य यत्र मुख्यार्थो न सम्भवति। इह तु अचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिपदार्था नियता पुरुषं प्रति प्रवृत्तिः न उत्पद्यते। यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उत्पन्न ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते।